अस्तु, तर्हि संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः अद्यतनविषयः. इयं चर्चा कुतः जाता इत्युक्ते, अत्र भेदः पृथक्त्वम् अनयोः विषये प्राचीननैयायिकानां नूतननैयायिकानां मतभेदः वर्तते. प्राचीनाः वदन्ति यत् भेदः अपि च पृथक्त्वं भिन्नौ पदार्थौ स्तः इति. घटः पटो न इति यदा प्रतीतिः भवति, सः भेदः तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताक अभावरूपम् अथवा अन्योन्याभावः इति उच्यते भेदः. पुनः पृथक्त्वम् इति अन्यतमः गुणः. तौ भिन्नौ पदार्थौ स्तः इति प्राचीनानां मतम्. अपि च भेदस्थले पृथक्त्वस्थले वाक्यशैली अपि भिन्ना अस्ति. अयम् अस्मात् पृथक् इति पृथक्त्वस्थले वाक्यशैली, घटः पटो न पटः घटो न इति भेदस्थले वाक्यशैली. इदं सर्वं दृष्ट्वा प्राचीनाः वदन्ति भेदः भिन्नः पृथक्त्वं भिन्नम् इति. किन्तु नव्यनायायिकाः वदन्ति यत् भेदः एव पृथक्त्वम् इति. यथा वयं जानीमः भेदः तु सप्तपदार्थवृत्तिः, सप्तसु पदार्थेषु वर्तते भेदः वा अन्योन्याभावः. परन्तु पृथक्त्वम् इति कश्चन गुणः नवद्रव्यवृत्तिः, द्रव्येषु एव वर्तते. तर्हि नव्याः पृच्छन्ति यत् पृथक्त्वम् इति अन्यतमपदार्थस्य आवश्यकता का, भेदेन एव निर्वाहः जायते. भेदः तु सर्वपदार्थवृत्तिः, पृथक्त्वं केवलं द्रव्ये, तर्हि तस्य आवश्यकता का, भेदः एव पृथक्त्वम् इति नव्यानां मतम्. परन्तु अत्र देवदत्तमहोदयः वदति यत् तथा नास्ति. प्राचीनाः यथा वदन्ति भेदः भिन्नः पृथक्त्वं भिन्नं तदेव सम्यक् अस्ति इति उक्त्वा स्वस्य विवरणमपि दीयते महोदयेन, तर्हि तदा संयोगस्य विषयः आयाति. संयोगम् अधिकृत्य पृथक्त्वभेदयोः वैलक्षण्यम् अस्ति. पृथक्त्वम् इति भिन्नं, भेदः इति भिन्नः पदार्थः इति साधयिष्यन्ते. अस्मिन् प्रसङ्गे अस्माभिः दृष्टं यत् संयोगः कुत्र कुत्र भवति इति. तर्हि राजेन्द्रमहोदय वदति वा संयोगः कुत्र जायते? संयोगः द्रव्येषु वर्तते. हा अस्तु, किन्तु चर्चितमासीत् खलु गभीरतया कुत्र कुत्र संयोगः भवति इति. यत्र अवयव अवयवीभावः अस्ति तत्र संयोगः अस्ति वा? यत्र तत्र संयोगः न भवितुम् अर्हति. यत्र पृथक् आश्रितो भावः अस्ति तत्र एव संयोगः भवितुम् अर्हति. समीचीनं. तर्हि यत्र पृथगाश्रय आश्रितत्वम् अस्ति तत्र संयोगः. तर्हि सावित्री भगिनी किञ्चित् वदति वा पृथगाश्रय आश्रितत्वम् इत्युक्ते किम्? आं भगिनि, पृथगाश्रय आश्रितत्वम् इत्युक्ते यौ आश्रितौ अथवा यौ पदार्थौ पृथक् पृथक् आश्रये स्थितः तयोर्मध्ये संयोगः सम्भवति. यथा घटभूतलयोर्मध्ये घटः स्वस्मिन् आश्रये कपालौ तिष्ठति, अपि च भूतलमपि स्वस्य आश्रये तिष्ठति. द्वयोः पृथग् आश्रये तिष्ठन्ति, तदर्थं तयोर्मध्ये पृथगाश्रयाश्रितत्वं वर्तते. तत्र संयोगः सम्भवति. समीचीनम्. अत्र आश्रयः इत्युक्ते कः? आश्रयः इत्युक्ते अत्र अवयवः अथवा अवयवः एव. बहु समीचीनं, तदेव तदेव अपेक्षितमासीत्. पृथक्त्ववन्तौ यौ आश्रयौ तौ पृथगाश्रयौ, तौ आश्रितौ पृथगाश्रय आश्रितौ इति अस्माभिः दृष्टं. तर्हि अत्र आश्रयः इति पदेन किं सूचितम् इत्युक्ते, यथा भगिन्या उक्तम्, अवयवः सूचितः अस्ति. घटः स्वस्य अवयवे अथवा स्वस्य आश्रये वर्तते, पटः स्वस्य आश्रये वर्तते. अपि च तयोः आश्रयः अथवा अवयवाः भिन्नाः. अवयवेषु तयोः पृथक्त्वम् इति गुणः वर्तते. आश्रयौ पृथक्त्ववन्तौ तादृशे आश्रये स्थितौ पृथगाश्रय आश्रितौ इति कृत्वा तयोः मध्ये एव संयोगः सम्भवति इति चर्चितमासीत्. अधुना अत्र नूतनप्रश्नः उदेति, यत्र यत्र पृथगाश्रयाश्रितम् इति आश्रितत्वम् इति उक्तं, तत्र किमर्थं भिन्नाश्रयाश्रितत्वम् इति वक्तुं प्रभवामः इति प्रश्नः. तदर्थं तस्मिन् विषये अस्माभिः चर्चितं यत् पृथक्त्वम् इत्यस्य कश्चन विशेषपरिभाषा, काचन परिभाषा अस्ति. तर्हि कोऽपि वक्तुमिच्छति वा पृथक्त्वम् इति कथं विवृतम् इति? पृथक् इति व्यवहारः कदा भवितुमर्हति? यत्र आकाशदेशः भिन्नः भवति तत्र एव पृथक्त्वं भवितुम् अर्हति. सत्यं. तर्हि यत्र आकाशदेशः भिन्नः याभ्यां व्याप्रियते इति उक्तमस्ति, तयोः एव पृथक् इति व्यवहारः भवति. परन्तु भिन्न इति वदनार्थं तादृशनियमस्य अपेक्षा अस्ति वा, आकाशदेशः भिन्नः स्यात् इति? तत्र अन्योन्यभावः एव सूचितं. भिन्न इत्युक्ते भेदः अस्ति. हा हा, समीचीनं. तर्हि भेदः वा भिन्न इति यदा वदामः तत्र अन्योन्याभावः एव प्रतीयते. पृथक्त्वम् इति कश्चन विशेषपारिभाषिकशब्दः अस्ति, तत्र पृथक्त्वस्य कृते आकाशदेशः भिन्नः स्यात् इति अपेक्षा अस्ति. तदर्थं पृथगाश्रय आश्रितौ इति वदामः. पृथक् इत्यस्य स्थले भिन्नाश्रय आश्रितम् आश्रयाश्रितौ इति वदामश्चेत् तत्र कार्यं न सिद्ध्यति, यतोहि भिन्नः इति पदेन आकाशदेशः भिन्नः इति न प्रतीयते. परन्तु पृथक् इत्यस्य वदनेन द्वयोः वस्तुनोः आकाशदेशः भिन्नः अस्ति इति प्रतीयते. तदर्थमेव पृथगाश्रय आश्रितौ इत्यस्य आवश्यकता अस्ति. तेनापि जायते सञ्जायते यत् पृथक्त्वम् इति भिन्नम्, अपि च भेदः इति भिन्नः अस्ति. पृथक्त्वं भेदः समानः न इति एतावत्पर्यन्तम् अस्माभिः दृष्टम्. अस्तु, इतः अग्रे पुस्तके यद् पठितमासीत् तस्य विवरणार्थम् अवगमनार्थं च किञ्चित् करपत्रात् पठनीयं भवति. तर्हि संयोगः इति उपशीर्षिकं दृश्यते वा राजेन्द्रमहोदय? आं भगिनि, तस्मात् आरभ्य पठेम. अस्मात् पूर्वं केनचित् आगतं खलु नूतनतया? वर्धिनी अस्मि भगिनि. वर्धिनी भगिनि, अस्तु महोदय, आरभ्यताम्. अस्तु भगिनि. तर्हि यत्र केवलम् एकः घटः वर्तते स्वस्य कपालादिषु अवयवेषु, तत्र कपालः घटात् पृथक् इति प्रत्ययो न भवति इति उक्तं. किन्तु भेदस्तु अस्ति, नाम घटः कपालौ न, तौ द्वौ भिन्नौ. अत्र घटकपालयोः संयोगः सम्भवति किम्? अधुना वामहस्ते एकः कपालः स्थाप्यते, तत्र कपालस्य आश्रयः कपालिका, यस्मात् तस्मिन् हस्ते कपालिका अपि अस्ति. दक्षिणहस्ते घटः स्थाप्यते, अन्यः घटः, तेन वामहस्ते तेन कपालेन न जातः. अयं दक्षिणहस्ते विद्यमानघटः. दक्षिणहस्ते कपालः अस्ति वा? अस्ति किल. अयं घटः समवायसम्बन्धेन कपाले भवति एव. वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते यः घटः वर्तते, द्वयोः संयोगः सम्भवति किम्? वामहस्ते यः कपालः अस्ति तस्मिन् अनुकूलक्रिया भवति चेत् तया क्रियया दक्षिणहस्ते विद्यमानेन घटेन सह संयोगः अवश्यं भवति. पूर्वतने उदाहरणे क्षम्यतां भगिनि, उच्यतां महोदय, एतावत्पर्यन्तं यत् पठितम्. इदानीं पूर्वं तु यदा केवलम् एकः घटः एव वर्तते यः सवस्य कपालदिषु अवयवेषु वर्तते, तत्र सः कपालः घटात् पृथक् न भवति, किन्तु भेदः अस्ति एव. कपालः कपाल घटयोः भेदः तु अस्ति एव, द्वौ भिन्नौ. अत्र घटकपालयोः संयोगः सम्भवति किम्? एतावता वयं पठितवन्तः तत् घटकपालयोः संयोगः न सम्भवति. अस्तु, किमर्थं न सम्भवति घटकपालयोः? अवयवः, एकः अवयवः अस्ति, द्वितीय अवयविन् अस्ति, कपालः अवयवः अस्ति घटस्य, तत् कारणात् तत् संयोगः न सम्भवति. तदपि सत्यं, किन्तु कपालः घटात् पृथक् इति वाक्यं वक्तुं शक्नुमः वा? एकः एव घटः न वक्तुं शक्नुमः. कपालः घटः भिन्नौ तत् वक्तुं शक्नुमः, परन्तु पृथक् नास्ति. एकस्मिन् एव देशे वर्तते, तत् कारणात् पृथक् न स्तः. हा हा, इति मुख्यविषयः अस्ति. कपालस्य घटस्य च भिन्न आकाशदेशः नास्ति इति कृत्वा कपालः घटात् पृथक् इति न वक्तुं शक्नुमः. किन्तु कपालः घटः न, अथवा घटः कपालः न इति भेदः तु अस्ति एव. भेदः इत्युक्ते अन्योन्याभावः, सः तु अस्ति, परन्तु पृथक्त्वम् इति न उदेति अस्मिन् सन्दर्भे. तदर्थं समीचीनं. अस्तु, अग्रे इदानीं चिन्तयामः. वामहस्ते एकः कपालः स्थाप्यते, द्वितीय दक्षिणहस्ते एकः घटः अस्ति. यः वामहस्तेन कपालेन न जातः, दक्षिणहस्ते घटः स्थाप्यते, अन्यः घटः, तेन वामहस्तेन कपालेन न जातः. यः दक्षिणहस्ते घटः अस्ति, सः घटः वामहस्ते स्थित कपालेन न जातः, पृथक् स्ताः. दक्षिणहस्ते कपालः अस्ति वा? दक्षिणहस्ते कपालः तु अस्ति एव, यथा घटः कपालः घटस्य अवयवः अस्ति, अयं घटः समवायसम्बन्धेन कपाले भवति एव. वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते सः घटः वर्तते, द्वयोः संयोगः सम्भवति एव. ये ते भिन्न देशे आकाशदेशे वर्तते, तत् कारणात् तत्र संयोगः सम्भवति एव. वामहस्ते यः कपालः अस्ति, दक्षिणहस्ते यः घटः अस्ति, द्वयोः मध्ये संयोगः सम्भवति एव. वामहस्ते यः कपालः अस्ति, तस्मिन् अनुकूलक्रिया भवति चेत् तया क्रियया दक्षिणहस्ते विद्यमाने घटेन सह संयोगः अवश्यं भवति. यदि ते भिन्न स्थलेषु भिन्न आकाशदेशे स्ताः. पूर्वतने उदाहरणे भगिनी अग्रे अस्तु महोदय. एतावत्पर्यन्तं बुद्धम् इति भाति, यदा आकाशदेशः भिन्नः भवति तदा एव संयोगः भवति, नो चेत् न. वामहस्ते स्थितेन कपालेन सह दक्षिणहस्ते स्थितस्य घटस्य संयोगः अवश्यं भवति, परन्तु दक्षिणहस्ते स्थितस्य घटस्य स्वस्य कपालेन सह संयोगः न कदापि भवति, यतोहि तयोः आकाशदेशः भिन्नः नास्ति इति विषयः प्रतिपादितम् अधुना. अस्तु, अग्रे सावित्री भगिनी पठति वा? श्रूयते वा भगिनि? श्रूयते भगिनि. अस्तु, पूर्वतने उदाहरणे घटकपालयोः संयोगः न सम्भवति स्म, इदानीन्तने उदाहरणे घटकपालयोः संयोगः सम्भवति. पूर्वतने उदाहरणे केवलं घटः अस्ति, स्वस्य अवयवे कपाले च आश्रितः, तस्मिन् घटे यदा क्रिया जायते तदा अनया क्रियया तत्र वर्तमानेन कपालेन सह संयोगो न भवति, पृथक्त्वरूपगुणः नास्ति, भेदस्तु अस्ति, संयोगो नास्ति. द्वितीय उदाहरणे एकस्मिन् हस्ते कपालः अपरस्मिन् हस्ते च गतः अत्र भिन्नदेशे स्तः तस्मात् पृथक्त्वरूपगुणः उत्पद्यते अनेन संयोगः सम्भवति अग्रे पठामि वा तदेव पुनः हा तदेव पुनः उक्तं किञ्चित् प्रतिपादयित्वा अग्रे पठतु भगिनि अस्तु पूर्वतने उदाहरणे यत्र एकः एव घटः आसीत् स्वस्य समवायिकारणे अथवा कपाले तत्र क्रिया यदा क्रिया जायते तदापि कपालेन सह संयोगः न भवति किमर्थं चेत् घटः कपाले स्वस्य अवयवे तिष्ठति द्वयोः मध्ये पृथक्त्वरूपगुणः न उत्पद्यते एव भेदः अस्ति अन्योन्यभावः अस्ति परन्तु पृथक्त्वं नास्ति तदर्थं तत्र संयोगः न भवति द्वितीय उदाहरणे एकस्मिन् हस्ते कपालः अस्ति द्वितीयहस्ते अपरः घटः अस्ति तत्र अनुकूलक्रिया जायते चेत् द्वयोः मध्ये संयोगः सम्भवति किमर्थं चेत् द्वयोः स्वस्य समवायिकारणे तिष्ठन्ति परन्तु द्वयोः अवयवः भिन्नदेशे स्तः पृथक्त्वरूपगुणः उत्पद्यते तत्र द्वयोः मध्ये संयोगः सम्भवति अस्तु इति पुनः उक्तं सारांशत्वेन तर्हि अग्रे अपि पठति वा भगिनि इदानीं वामहस्ते यः कपालः अस्ति तम् अपसारयतु दक्षिणहस्ते यः कपालः अस्ति तस्मिन् क्रिया जायताम् अवयविना घटेन संयोगः जायताम् किन्तु तत्र संयोगः न भवति कुतः तयोः पृथक्त्वं नास्ति पृथक्त्वरूपगुणः नास्ति तस्मात् पृथगाश्रयाश्रितौ न स्तः इदानीं प्रथम उदाहरणे न द्वितीय उदाहरणे वामहस्ते यः कपालः अस्ति तत् निष्कासयतु दक्षिणहस्ते घटः अस्ति स्वस्य समवायिकारणे कपाले वर्तते घटः अवयवी कपालः अवयवः यतोहि अनुकूलक्रिया जायते परन्तु संयोगः न सम्भवति किमर्थं चेत् तत्र अवयवः घटस्य अवयवः भवति कपालः कपालस्य अवयवः भवति कपालिका द्वयोः मध्ये पृथक्त्वं नास्ति द्वयोः मध्ये पृथगाश्रयः नास्ति द्वयोः पृथक्त्वं नास्ति किमर्थं चेत् समानदेशे स्तः द्वयोः तदर्थं पृथक्त्वं नास्ति यदा पृथक्त्वरूपगुणः नास्ति तस्मात् पृथगाश्रय आश्रितौ नास्ति आश्रितौ घटः कपालः आश्रयः कपालः कपालिका तत्र पृथक्त्वं नास्ति अवयवेषु पृथक्त्वं नास्ति तदर्थं संयोगः न सम्भवति भगिनि अस्ति वा हरि ओम् दूरवाणी भग्नं जातम् अस्तु किं कुर्मः श्रूयामः भवति सा तु भारतदेशे अस्ति तत्र किमपि क्लेशः इति मन्ये सरला भगिनी पठति वा इदानीन्तने यत् चर्चितं तत्र किमपि समस्या अस्ति वा अथवा सर्वं बुद्धं वा एतत् स्पष्टमस्ति अस्तु एकचिन्तनम् आसीत् यदा तस्य दूरवाणी भग्नं भवति अहं किञ्चित् वदामि अपि च अग्रे अग्रे सरामः इति प्रायः तथा कर्तुं शक्नुमः वा सरला भगिनी पठति वा? आं भगिनि, यदा स्वातन्त्र्येण स्तः कपालवामहस्ते घट दक्षिणहस्ते द्वयोः परस्परपृथक्त्वं वर्तते, भिन्नाकाशदेशे तयोः व्यापारः अस्ति, स्थितिः वर्तते, तस्मात् पृथक्त्वरूपगुण उत्पद्यते येन द्वयोः अपि संयोगः भवति। एतत् द्वितीय उदाहरणम् अस्ति, कपालवामहस्ते घट दक्षिणहस्ते अस्ति, कपाल भिन्नदेशे वामहस्ते भिन्नदेशे वर्तते, घटः दक्षिणहस्ते स्वस्य समवायसम्बन्धेन कपाले घट कपालयोः एकस्मिन् देशे वर्तते। तथैव तत् कारणं वामहस्ते घटस्य वा घटकपालयोः भिन्ना देशे भिन्नौ देशे वर्तते, तत् भिन्नदेशे व्यापति स्थितिः अस्ति, तस्मात् पृथक् गुण उत्पद्यते, तयोः मध्ये संयोगः भवति। अतः पृथक्त्व पृथग् आश्रय आश्रितो भवति। अस्तु, अग्रे अपि पठति वा अथवा किमपि वक्तव्यमस्ति वा तत्र? आम्, पृथग् आश्रय पृथग् आश्रय आश्रितौ भिन्ना आश्रय आश्रितौ च द्वयोः पृथग् आश्रय आश्रितत्वं यत्र वर्तते तत्र संयोगः जायते। अत्र पृथक् आश्रय आश्रितौ इति पदे पृथक् पदस्य स्थाने भिन्न भिन्न आश्रयितौ इति कर्तुं न शक्यते। अवयव अयविनौ घटकपालौ भिन्न आश्रय आश्रितौ स्तः, एकस्मिन् एव हस्ते एकघटः, तस्मिन् कपालः अपि अस्ति, कपालिका अपि अस्ति, तत्र भिन्नौ यौ आश्रयौ तदाश्रितौ द्वौ स्तः, परन्तु संयोगः न जायते। घटस्य अवयवः कपाल, कपालस्य अवयवः कपालिकाः, आश्रयभूतयो कपालक कपालिकयोः भेदः तु अस्ति एव, द्वयोः परस्परः अन्योन्यभावः अस्ति एव, द्वा अपि सर्वथा अभिन्नौ। अतः पुनः भिन्नरीत्या भिन्नरीत्या दत्तमस्ति, द्वयोः पृथक् आश्रय आश्रितं यत्र वर्तते तत्र संयोग यत्र पृथक् आश्रय आश्रितं वर्तते तत्र संयोगः जाते। पूर्वं वयं दृष्टवन्तः पक्षिण वृक्षस्य संयोगः जायते, तत्र वृक्ष तस्य अवयवे अस्ति, पक्षी तस्य पक्षिणः अवयवे अस्ति, तत्र संयोगः जायते। अत्र पृथक् आश्रय आश्रितौ इति पदे पृथक् पदस्य स्थाने भिन्न भिन्न आश्रय आश्रितौ इति कर्तुं न शक्यते। यदि पृथक् शब्द वयं प्रयोगं करते तत्र भिन्न यदि भिन्न शब्दम् उपयोगं कर्तुं तत्र अर्थं विपरीतं भवति। सो पृथक् भिन्न पृथक्स्य समानं नास्ति अत्र। कारण किम् अवयव अवयुनो घटकपायो भिन्न आश्रितो स्तः अवयव घट भिन्न अस्ति कपाल भिन्न अस्ति तौ तौ मध्ये भिन्नौ भेदम् अस्ति किन्तु कपाले घटम् अस्ति तत्र भेदः नास्ति तत्र पृथक् न वक्तुं शक्नुमः एकस्मिन् एव हस्ते एकघट यदि अस्ति एकघट अस्ति तस्मिन् घटकपाले वर्तते कपालकपालिकायां वर्तते तौ भिन्नौ आश्रयौ कपालस्य आश्रयौ कपालिका घटस्य आश्रय कपाल तौ द्वौ भिन्नौ आश्रयौ अस्ति तस्य आश्रितौ कपालस्य आश्रित घट कपालस्य आश्रित घट कपालिकायाः आश्रितः कपाल अस्ति तत्र संयोगः न जायते कारणम् अस्ति कि ते स्वस्य अवयवः स्थितौ एक ही देशं वर्तते तस्मिन् अन्योन्याभावः वर्तते किन्तु पृथक् न वर्तते तत्र पृथक् आश्रयो आश्रितो नास्ति अस्तु भगिनी आगतवती वा आं भगिनि अहमस्मि अत्र धन्यवादः अग्रे गतवन्तः सरला भगिनी पृथग् आश्रयाश्रितौ भिन्नाश्रयाश्रितौ च तत्र प्रथम परिच्छेदं पठितवती अपि च उक्तवती तस्य सारांशः अस्तु अस्तु श्रुतं मया अस्तु तर्हि अग्रे करेम वा अत्र कोऽपि प्रश्नः क्षम्यताम् अहं भारते अस्मि इण्टर्नेट् माध्यमेन आगतवती अतः कश्चन क्लेशः जातः अस्तु अत्र कोऽपि प्रश्नः नो चेत् अग्रे करेम लक्ष्मी भगिनी पठितवती वा न भगिनि इदानीं न अस्तु अग्रे पठतु भगिनि अस्तु यद्यपि कटकपालयोः भेदः अस्ति तथापि द्वयोः मध्ये पृथक् आश्रय आश्रितत्वं नास्ति कुतः कपालः स्वस्य समवायिकारणे आश्रितः घटः कुत्र अस्ति स्वस्य समवायिकारणे कपाले परन्तु घटस्य यत् समवायिकारणं कपालः एवं कपालस्य यत् समवायिकारणं कपालिका अनयोः मध्ये पृथक्त्वं नास्ति अनेन द्वयोः अपि समवायिकारणयोः भिन्नदेशे स्थितत्वं नास्ति भिन्नदेशे यदा भवतः तदा एव पृथक्त्वम् इति गुणः उत्पद्यते तस्मात् पृथक् आश्रय आश्रितत्व अभावात् द्वयोः मध्ये संयोगः न सम्भवति पृथक् आश्रयोः आश्रितौ यौ तयोः एव संयोगः इति नियमः अङ्गीकृतः अस्तु घटकपालयोः मध्ये भेदः अस्ति किन्तु द्वयोः मध्ये पृथक् आश्रय आश्रितत्वं नास्ति किमर्थं चेत् घटः कपाले समवायिकारणे तिष्ठति कपालः अपि स्वस्य समवायिकारणे कपालिकायां तिष्ठति परन्तु घटः कपालः घटस्य समवायिकरणं कपालः कपालस्य समवायिकरणं कपालिका सर्वे एकदेशे अस्ति तेषां मध्ये पृथक्त्वं नास्ति यत्र समवायिकारणम् अस्ति यत्र यत्र समवायिकारणः अस्ति तत्र अयुतसिद्धत्वम् अतः तत्र संयोगः न भवति संयोगः न सम्भवति परन्तु अत्र मुख्यः बिन्दुः अस्ति यत् भवत्या यदुक्तं तदपि सत्यं किन्तु मुख्यबिन्दुः अस्ति यत् अत्र आकाशदेशः भिन्नः नास्ति इति. सर्वे अवयवाः एकस्मिन् देशे स्तः सन्ति इति. कपालः, कपालिका, घटः च अवयवाः खलु घटस्य. ते सर्वे अवयवी घटः अपि एकस्मिन्नेव आकाशदेशे इति. एकस्मिन् देशे एव अस्ति, भिन्न आकाशदेशे न अस्ति. घट किमर्थं चेत् ते कपालः घटस्य अवयवः, अतः सर्वे एकस्मिन् एव देशे अस्ति सन्ति. अतः तयोः मध्ये तेषां मध्ये संयोगः न सम्भवति. पृथक् आश्रय आश्रितत्व अभावात् घटकपालयोः मध्ये संयोगः न सम्भवति. यत्र यत्र पृथक् आश्रयः अस्ति तयोः मध्ये एव संयोगः भवति इति नियमः अङ्गीकृतः अङ्गीकरणीयम्. पृथगाश्रयौ आश्रितव्यौ तयोः एव संयोगः इति नियमः. अस्तु भगिनि, अग्रे अपि पठतु भवती. अस्तु. एकस्मिन्नेव हस्ते यदा केवलं घटः स्व आश्रये कपालिकायां त्रीणि अपि द्रव्याणि सन्ति, तदा घटः भिन्ने आश्रये स्थितः, कपालः भिन्ने आश्रये स्थितः. अनेन भिन्न आश्रय आश्रितौ द्वावपि. तर्हि क्रियया संयोगः कुतो न भवति इति प्रश्नः तदवस्थः. नवीनग्रन्थे तत्र पर्यन्तं न चिन्तितम्. नव्यैः च उक्तं पृथक्त्वं न अपेक्षते, भेदेन एव निर्वाहो भवति. परन्तु वस्तुतः प्राचीनानाम् आशयः सम्यक् अस्ति इति विद्याधर्याः ग्रन्थकारस्य अभिप्रायः. अस्तु. एकस्मिन् हस्ते घटः अस्ति. घटः स्व आश्रये कपाले तिष्ठति, कपालः स्व आश्रये कपालिकायां तिष्ठति. अत्र त्रीणि द्रव्याणि सन्ति. घटस्य आश्रयः भिन्नः अस्ति, कपालस्य आश्रयः अपि भिन्नः सन्ति. द्वयोपि भिन्न आश्रये स्थितः, किन्तु भिन्न आश्रये स्तः किन्तु तयोः मध्ये क्रियया संयोगः न भवति. किमर्थं चेत् ते यथा पूर्वोक्तं ते सर्वे एकस्मिन् देशे एव सन्ति, अतः संयोगः न सम्भवति एव. न्यायकारः पूर्णतया न चिन्तितम् एतत् विषयम्. अतः ते पृथक्त्वं वेदेन एव निर्वोढुं शक्यन्ते इति ते वदन्ति, किन्तु वस्तुतः तथा न इति विद्याधर्याः ग्रन्थकारः वदति. अस्तु, इति वार्ता अस्ति. यद्यपि तयोः आश्रयः भिन्नः खलु, घटः कपाले, पुनः कपालः कपालिकायाम् इति आश्रयाः तु भिन्नाः, अपि च त्रीणि भिन्नभिन्नद्रव्याणि अपि सन्ति. कपालः भिन्नः, घटः भिन्नः, अपि च भिन्नभिन्न आश्रये. तत् यद्यपि ते भिन्नभिन्न आश्रये सन्ति, तथापि भिन्नाश्रय आश्रितौ इत्यनेन कार्यं न सिद्ध्यति. पृथक्त्वम् इति अपेक्षितम्, अपि च पृथक्त्वस्य परिभाषा अस्ति आकाशदेशः भिन्नः इति. तद् अङ्गीक्रियते चेत् एव संयोगः भवितुम् अर्हति इति अङ्गीकारः भवति, नो चेत् अनुभवविरुद्धं भवति. नव्यनयायिकाः न चिन्तितवन्तः. तर्हि भिन्नभिन्न आश्रये सन्ति, परन्तु क्रियया तयोः मध्ये, घटकपालयोः मध्ये, कपालकपालिकायोः मध्ये संयोगः कुतः न भवति इति तावत्पर्यन्तं नव्यनायायिकाः न चिन्तितः. अतः अत्र उक्तं प्राचीनानां मतम् अथवा आशयः सम्यगेव आसीत्, यतोहि ते पृथक्त्वम् इत्यस्य विशेषपरिभाषां दत्त्वा वदन्ति यत् आकाशदेशः भिन्नः स्यात् इति. अतः भिन्न भिन्नाश्रय आश्रितौ इत्यनेन कार्यं न भवति इति सारांशः. अग्रे करेम वा? अस्तु, जयन्ती भगिनी अग्रे कृपया. सारांशः: आहत्य भिन्नशब्दः इत्युक्ते समानं न, किन्तु पृथक् शब्दः इत्युक्ते भिन्नदेशे अस्ति. पृथक्त्वं कदा उत्पद्यते? यदा भिन्ने देशे भवतः तदा एव. एकस्मिन् हस्ते यः घटः, तस्मिन् च कपालः कपालिका च, तत्र पृथक्त्वं न एव उत्पद्यते. पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते. भेदस्य कृते तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता अपेक्षते, अधिकरणम् अपेक्षते. यदा द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते. अतः कदाचित् भवितुम् अर्हति, कदाचित् च न भवितुम् अर्हति देशम् अनुसृत्य. किन्तु भेदः तु नित्यः. कयोः अपि द्वयोः द्रव्ययोः मध्ये भेदः सर्वदा भवति. यदा पूर्वम् उक्तं विद्याधर्यां सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटो नास्ति इत्यभावः घटं विहाय जगति सर्वत्र भवति, अयमेव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति, अयं भेदः नित्यः. किञ्चन द्रव्यं विश्वे कुत्र कस्मिन् देशे अस्ति इति आधारेण निर्णयः इति किमपि नास्ति. वस्तु कुत्रापि भवतु नाम, प्रतियोगिनं विहाय स च भेदः सर्वत्र सर्वदा भवति. अत्र सारांशरूपेण यत् वयं पठितवन्तः. आम्, बृहान् परिच्छेदः अस्ति, तर्हि वाक्यशः प्रायः पठित्वा वदति चेत्. अस्तु भगिनि. आहत्य भिन्नशब्दः इत्युक्ते समानं न, किन्तु पृथक् शब्दः इत्युक्ते भिन्नदेशे अस्ति. अत्र सारांशरूपेण पृथक्त्वं भेदः अनयोः भिन्नता दत्ता अस्ति. भिन्नशब्दः इत्युक्ते समानं न, नाम यत्र अन्योन्याभावः अस्ति, पटः घटः न वा घट घटः पटः न, एतेषु उदाहरणेषु भिन्नः इति वयं वक्तुं शक्नुमः. पृथक् शब्दः इत्युक्ते भिन्नदेशे, यदा वयं दृष्टवन्तः, यथा वयं दृष्टवन्तः, पृथक्त्वं यत्र अस्ति इत्युक्ते ययोः भिन्नदेशवृत्तित्वम् अस्ति, तत्र पृथक्त्वम् अस्ति इति. पृथक्त्वं कदा उत्पद्यते? यदा भिन्नदेशे भवतः तदा एव. वयं भिन्नेषु उदाहरणेषु वयं दृष्टवन्तः, एकस्मिन् हस्ते कपालः अस्ति, अन्यस्मिन् हस्ते घटः अस्ति, तत्र तयोः मध्ये पृथक्त्वम् अस्ति इति कारणेन संयोगः भवितुम् अर्हति. तत्र भिन्नदेशवर्ततः इत्यतः पृथक्त्वं भवति. तत्र एकस्मिन् हस्ते यः घटः, तस्मिन् च कपालः कपालिका च, तत्र पृथक्त्वं नैव उत्पद्यते. यत्र एकस्मिन् हस्ते एकः घटः अस्ति, तत्र आश्रयरूपेण कपालिका कपालः घटस्य आश्रयः कपालः पुनः घटः अस्ति, तत्र तयोः मध्ये पृथक्त्वं न एव उत्पद्यते. एक किमर्थम् इत्युक्ते सर्वे एकस्मिन् आकाशदेशे वर्तन्ते. पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते. भिन्ने हस्ते स्तः चेत् तत्र पृथक्त्वम् उत्पद्यते. भेदस्य कृते तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता अपेक्षते, अधिकरणम् अपेक्षते. घटः पटो न इत्यस्मिन् उदाहरणे तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता घटे अस्ति, अनियोगिता पटे अस्ति इत्यनेन कारणेन अधिकरणम् अपेक्षते. कस्य अधिकरणम्? प्रतियोगितायाः अभावस्य इति भाति. अभावस्य अधिकरणम्. आम्, तादात्म्येन वर्तते, परन्तु विश्वे घटं विहाय घटः पुनः अन्यत्र न वर्तते एव, अपरत्र सर्वत्र तु अभावः इति. घटाभावः घटं विहाय सर्वत्र वर्तते इत्यस्य अर्थः एव अन्योन्याभावः इति वयं वदामः. यदा द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते. पुनः तदेव अत्र उच्यते. द्रव्य द्वयम् अस्ति, भिन्नदेशे वर्ततः, तदा एव पृथक्त्वम् अस्ति. अतः कदाचित् भवितुम् अर्हति, कदाचित् न भवितुम् अर्हति देशम् अनुसृत्य. पृथक्त्वम् इति अत्र अस्ति, देशम् अनुसृत्य. एकस्मिन् देशे वर्तते चेत् पृथक्त्वं नास्ति, भिन्नदेशे वर्तते चेत् पृथक्त्वम् अस्ति एव. अतः देशम् अनुसृत्य वयं वक्तुं शक्नुमः पृथक्त्वम् अस्ति वा न इति. परन्तु भेदविषये तु तादृशं नास्ति. भेदः तु नित्यं वर्तते एव. द्रव्योर्मध्ये तदा भेदः वर्तते एव. किमर्थम् इत्युक्ते एकं द्रव्यं विहाय अन्यत् सर्वत्र द्रव्यस्य वर्तते. हा भगिनि, तावदेव भगिनि, तावदेव. तर्हि भेदः इति सर्वत्र सर्वदा वर्तते, परन्तु पृथक्त्वस्य कृते आकाशदेशः भिन्नः स्यात् इति नियमः अपेक्षते. नो चेत् पृथक्त्वम् इति गुणः न उत्पद्यते इति. किन्तु भेदः तु नित्यः. कयोः अपि द्वयोः द्रव्ययोः मध्ये भेदः सर्वदा भवति. यत्किमपि द्रव्ये भवतु, द्वयोः मध्ये भेदः वर्तते एव. एकं विना एकं द्रव्यं विहाय अन्ये द्रव्ये प्रथमस्य अभावः भवति. इत्युक्ते प्रतियोगि तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताक अभावः द्वितीये द्रव्ये भवति. इत्युक्ते भेदः सर्वदा भवति. यथा पूर्वम् उक्तं विद्याधर्यां, सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति. तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः. यदा वयं पूर्वं पठितवन्तः अन्योन्याभावः इत्युक्ते पदार्थं विहाय सर्वत्र पदार्थस्य अभावः भवति. एवमेव एतदेव भेदः इति वयं वदामः. प्रतियोगिनं विहाय सः सर्वत्र भवति. अयं भेदः नित्यः, सदा एव भवति भेदः. देशम् अनुसृत्य भवति इति न. किञ्चन द्रव्यं विश्वे कुत्र कस्मिन् देशे अस्ति इति आधारेण निर्णय इति किमपि नास्ति. वस्तु कुत्रापि भवतु नाम प्रतियोगिनं विहाय स च भेदः सर्वत्र सर्वदा भवति. तद् तदेव भगिनि, देशम् अनुसृत्य सर्वदा भेदस्य अर्थः न निर्णीयते, सर्वदा एव भवति भेदः इति इति प्रतियोगिनं विहाय भेदः सर्वत्र तत्र भवति, परन्तु पृथक् परन्तु पृथक्त्वम् इति गुणः तु देशम् अनुसृत्य एव भवति. एकस्मिन् देशे भवतः द्रव्ये पृथक्त्वं न भवति, भिन्ने देशे एव भवति पृथक्त्वम् इति गुणः द्रव्योर्मध्ये, परन्तु भेदः तु सर्वदा द्रव्ययोर्मध्ये भवति एव इति सारांशः. सम्यक्तया उक्तं भगिनि. अत्र कोऽपि प्रश्नः वा कस्यचित्? धन्यवादः. अस्तु, मुख्यबिन्दुः अस्ति यत् पृथक्त्वस्य कृते भिन्नदेशः इति, भिन्न आकाशदेशः इत्यस्य अपेक्षा अस्ति. यत्र आकाशदेशः भिन्नः तत्रैव पृथक्त्वम्. किन्तु भेदः अथवा अन्योन्याभावः इत्यस्य कृते तादृशस्य नियमस्य अपेक्षा नास्ति. अतः एव पृथगाश्रय आश्रितौ इति उक्तम्. भिन्न अथवा भेदः इत्यनेन कार्यं न सञ्जायते. भिन्नाश्रय आश्रितौ इत्यस्य वदनेन आकाशदेशः भिन्नः इति न प्रतीयते. तदा तयोः मध्ये संयोगः भवति न वा इति वक्तुं न शक्नुमः. परन्तु पृथगाश्रय आश्रितौ इत्यस्य वदनेन, अस्तु पृथक्त्वम् इत्युक्ते आकाशदेशः भिन्नः, तर्हि तयोः मध्ये एकस्मिन् अनुकूलक्रिया जायते चेत् संयोगः भवति इति निश्चितं भवति. अतः भिन्नाश्रय आश्रितौ इत्यस्य प्रयोगः न भवितुमर्हति इति सारांशः. प्रश्नः तु अयमेव आसीत्, किमर्थं भिन्नाश्रय आश्रितौ न स्यात् इति. अस्तु, अग्रे सरेम वा? तर्हि सन्ध्या भगिनी पठितुम् इच्छति वा? आं भगिनि. घटकपालयोः पृथक्त्वाभावः परम्परया इति न. पूर्वम् अस्माभिः उक्तं यत् घटस्य अवयवः कपालः, कपालस्य च अवयवः कपालिका, कपालः कपालिका च पृथक् इत्यस्मात् प्रश्नः आगतः आसीत् यत् अवयवावयविनोः संयोगः भवेत्. तत्र समाधानम् उक्तं यत् परम्परया कपालिका कपालस्य अपि घटस्यापि अवयवः इति कृत्वा अवयवेषु पृथक्त्वं नास्ति. किन्तु अधुना बुद्धम् अस्माभिः यत् वस्तुतः कपालः कपालिका च पृथक् न, यतोहि भिन्नदेशे न स्तः, भिन्नौ स्तः किन्तु पृथक् न. एतस्मात् परम्परया कपालिका कपालस्यापि घटस्यापि अवयवः इति तादृशं कथञ्चित् समाधानं नापेक्षितम्. कपालः कपालिका च पृथक् एव न स्तः, भिन्नौ किन्तु पृथक् न. तर्हि पूर्वं तत्र यदा वदामः घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका इति यदा उक्तवन्तः, तर्हि कपालः कपालिका च तत्र पृथक् वा इति प्रश्नः आसीत्. तत्र पृथक् अस्ति चेत्, कपालः कपालिका पृथक् अस्ति चेत् तत्र अवयवावयविनोः संयोगः भवेत् वा इति. सम्यक् वा तद् अवगमनं मम? अस्तु, तर्हि तत्र समाधानम् उक्तं, तस्य समाधानमस्ति तत्र परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति कृत्वा अवयवेषु पृथक्त्वं नास्ति, तथा पृथक्त्वं वयं साधयितुं न शक्नुमः, यतः तत्र कपालिका कपालस्य अवयवः अस्ति, तथैव कपालः घटस्य अवयवः अस्ति. अतः तत्र तत्र अवयव परम्परा अस्ति, अतः पृथक्त्वं साधयितुं तत्र न शक्नुमः. किन्तु अधुना बुद्धम् अस्माभिः यत् वस्तुतः कपालः कपालिका च पृथक् न, तर्हि अवगतं यत् पृथक्त्वं तत्र नास्ति. किमर्थमित्युक्ते तत्र भिन्न आकाशदेशः नास्ति. यद्यपि तत्र भेदः अस्ति कपालः कपालिकयोः, कपालकपालिकयोः भेदः तु अस्ति, परन्तु भिन्नाकाशदेशत्वं नास्ति, अतः पृथक्त्वं नास्ति. अतः परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति तत्र तस्य वक्तव्यस्य तत्र अपेक्षा नास्ति. अत्र परम्परा सम्बन्धः अत्र न आनेतुं शक्नुमः इति. कपालः कपालिका च तत्र पृथक् न स्तः, तत्र पुनः भेदः तु अस्ति परन्तु पृथक्त्वं नास्ति इत्येव उक्तम्. अस्तु, श्रूयते ओ भग्नः अभवत् इति मन्ये. किञ्चित् वदामि अत्र. पूर्वम् अस्माभिः चिन्तितं यत् अवयवः भिन्नः अस्ति, कपालः कपालिका अवयवेषु भिन्नता अस्ति अथवा पृथक्त्वम् अस्ति इति चिन्तितवन्तः. पूर्वं पृथक् इति शब्दस्य अवगमनं नास्ति, भिन्नदेशः इति भवेत् इति चिन्तनं नास्ति. तदा वयं चिन्तितवन्तः अवयवः भिन्नः, कपालः कपालिका पृथक् पृथक् अस्ति, परन्तु किमर्थं संयोगः न जायते. तत्र समाधानं प्राप्तं यत् वयं चिन्तितवन्तः परम्परया कपालस्य अवयवः कपालिका अस्ति, यथा परम्परया कपालिका घटस्यापि अवयवः भवितुम् अर्हति. तदर्थं तत्र पृथक् अवयवाः न सन्ति, तदर्थं संयोगः न भवति, पृथक् आश्रयाश्रितत्वं नास्ति इति चिन्तितवन्तः. परन्तु इदानीं बुद्धं यत् पृथक् इत्युक्ते भिन्नदेशः भवतु, तदर्थं पूर्वतने चिन्तने यत् वयं चिन्तितवन्तः कपालः कपालिका च पृथक् इति, अथवा तेषां परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः भवति, तदर्थं तादृश पृथग् आश्रयाश्रितत्वं नास्ति इति चिन्तनं, तादृशचिन्तनम् इदानीं न अपेक्षितं. किमर्थं चेत् पृथक् इति वदनेन भिन्नदेशः भवतु इति वयम् इदानीम् अवगतवन्तः. तर्हि पूर्वं पृथक् इति शब्दस्य विषये तत्र स्पष्टता नासीत्, अतः प्रश्नः इदानीं, अतः एषा परम्परासम्बन्धः एषः न तत्र अपेक्षितः इति. आम् सत्यं भगिनि. ओ अस्तु भगिनि, धन्यवादः. प्रश्नः सन्ति चेत् वर्धिनी भगिनी पठति वा, अथवा प्रश्नः अस्ति चेत् किम् अन्य किञ्चित् चर्चा कुर्मः, नो चेत् अग्रे सरामः वा. वर्धिनी भगिनी पठति वा. आं पठामि. घटकपालयोः पृथक्त्वाभावः परम्परा एतावता संयोगस्य आधारेण द्वितीयपरिच्छेदः, तस्मिन् घटकपालयोः पृथक्त्वाभावः परम्परया इति न, तत्र द्वितीयपरिच्छेदः. ओ एतावता संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः प्रायः स्पष्टं स्यात्. अग्रे एतत् सर्वं कथं प्रतिपादितं भवति विद्याधर्यां, तस्य बोधनार्थं केचन नूतनसिद्धान्ताः अवगन्तव्याः, ते च अत्र उच्यन्ते. संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः स्पष्टम्. एतत् सर्वं कथं प्रतिपादितं भवति विद्यासर्यां नूतनसिद्धान्ताः अवगन्तव्याः अत्र उच्यन्ते. इदानीं नूत भगिनी आगतवती इति मन्ये. सावित्री भगिनी प्रायः भवती चालयति चेत् वरम् इण्टर्नेट् माध्यमेन. चिन्ता नास्ति एव. आमां भगिनी करोति वा? अहं भविष्यामि. किम् उक्तवती भगिनी? न, अहम् अत्र भविष्यामि, किन्तु भवती कृपया साहाय्यं ददातु. चिन्ता नास्ति भगिनी. किञ्चित् वदति वा तत्र वर्धिनी भगिनी? संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः इदानीं स्पष्टम् अभवत्. अग्रे गत्वा एतत् सर्वं कथं प्रतिपादितं भवति विद्याधिपुस्तके? तस्य बोधनार्थं केचन नूतनसिद्धान्ताः अवगन्तव्याः, ते च अत्र उच्यन्ते. अस्तु, अग्रे अपि पठतु. किञ्चित् नूतनशब्दाः आगच्छन्ति, तस्य विवरणं भवति अग्रे. पठतु. अग्रे अवधिः इति विषयः परिचयः. अवधित्वम् इति स्वरूपसम्बन्धविशेषः. फलं वृक्षात् यदा पतति तदा विभागः इति गुणः उभयत्र वर्तते. विभागः वृक्षे अपि फले अपि, परन्तु इदं पतनं वृक्षावधिकं वा फलावधिकं वा? फलावधिकं न, फलं तु कर्ता. फलं पतति, इदं पतनं वृक्षावधिकं. विभागः यद्यपि उभयत्र वर्तते परन्तु यस्मिन् क्रिया नास्ति सः यदा विभागवान् भवति तस्य अवधिः इति व्यवहारः भवति. अत्र च अपादानकारणमिति संज्ञा व्यवह्रियते. अपादानकारकम् इति संज्ञा व्यवह्रियते. अत्र अवधि इति विषयः चर्चितः. अवधित्वं स्वरूपसम्बन्धविशेषः. उदाहरणं, फलं वृक्षात् पतति तदा विभागः इति गुणः उभयत्र वर्तते. वृक्षे वर्तते, फले अपि वर्तते. इदं पतनं वृक्षावधिकं वा फलावधिकं वा इति प्रश्नः. फलावधिकं न, फलं कर्ता अस्ति. फलं पतति, इदं पतनं वृक्षावधिकं. विभागः यद्यपि उभयत्र वर्तते परन्तु तत्र क्रिया नास्ति सः यदा विभागवान् भवति तस्य अवधिः इति उच्यते. यत्र विभागवान् भवति तस्य अवधिः. अत्र च अपादानकारकमिति संज्ञा व्यवह्रियते. अत्र क्रिया नास्ति, वृक्षः अवधिः अस्ति, फलं कर्ता. अत्र यथा पूर्वस्मिन् वर्गे पठितम् अस्माभिः विद्याधर्याम् अवधित्वम् इति शब्दः पुनः पुनः आयाति. अत्र तत् विषये किञ्चित् विवरणं दत्तम् अस्ति. यदा भगिन्या उक्तं वृक्षात् यदा फलं पतति तत्र विभागः जायते, संयोगस्य विरुद्ध गुणः विभागः इति वक्तुं शक्नुमः, परन्तु विभागः तु उभयत्र भवति, फले अपि वृक्षे अपि अस्ति, परन्तु यत्र क्रिया जायते वदतु वृक्ष तत्कारणात् वृक्षः अवधिः फलं पतति तस्मिन् तत्कारणात् फलं कर्ता अपादानकारकम् इति संज्ञा व्यवह्रियते. किञ्चित् क्लेशाय मम अत्र अवधि तु वृक्षे अस्ति, अपादानकारकम् इति अवधिभूतस्य अपादानकारकम् इति संज्ञा, अपि च अवधिः ध्रुववस्तुनः अवधिः, अत्र ध्रुववस्तु अस्ति वृक्षः. यदा विभागः अथवा वियोगः जायते तत्र फलं पतति, वृक्षः इति ध्रुववस्तुः, तस्य अवधिः इति संज्ञा, अवधिभूतस्य अपादानकारकं भवति. अग्रिमपरिच्छेदे एकं सूत्रमस्ति, इदमेव वदति सूत्रमपि. अजितमहोदयेन पठितं वा? अस्तु, अग्रे अजितमहोदय पठति किम्? भगिनि, विव्यह्रियते इत्युक्ते उक्ते व्यवहारः अस्ति, व्यवहारः अस्ति मन्ये. हा, व्यवह्रियते इत्युक्ते हा पादानकारकम् उपयुज्य व्यवहारः भवति अवधिभूतस्य. अवधिः इति ध्रुववस्तुनः संज्ञा, यदा वियोगः अथवा द्वाविभागः जायते तदा. अस्तु, इति स्पष्टं स्यात्. अजितः महोदय अस्ति किम् अधुना? नो चेत् राजेन्द्रमहोदय पठति वा? आम् भगिनि. ध्रुवम् अपाये अपादानं, ध्रुवम् अपाये अपादानं, ध्रुवं यत् यत् अपाययुक्तम् अपाये साधये, यद् वधिभूतं तत् कारकम् अपादानसंज्ञं भवति. अत्र अपायः इत्युक्ते वियोगः, अपाये यत् ध्रुवं तस्य अपादानसंज्ञा भवति, यस्मात् वियुक्तो भवति तस्य अपादानसंज्ञा. ध्रुवम् अपाय, ध्रुवम् इत्युक्ते यस्मात् वियोगः भवति तत् वियुक्त अपाये तत् अवधिभूतं तत् कारकम् अपादानसंज्ञकं भवति. यथा वृक्षात् फलं पतति, वृक्षम् अपादान संज्ञा, अपादानकारकं संज्ञा भवति वृक्षात् वदामः तत्र. अत्र अपायः इत्युक्ते वियोगः, अपाये यत् ध्रुवं तस्य अपादानसंज्ञा भवति, वृक्षे वियोग ध्रुवं भवति, वियोगः भवति तत् वृक्षात् वियोगः भवति तत् अपादानसंज्ञा भवति, यस्मात् वियुक्तो भवति तस्य अपादानसंज्ञा. प्रायशः सम्यक्तया न प्रतिपादितं भगिनि. न, समीचीनमेव महोदय. अपायः इत्युक्ते वियोगः इति भवता उक्तं. ध्रुवं यद् अपाययुक्तम् अपाये साध्ये, यद् अवधिभूतम्, अवधिभूतं किं? वृक्षः. अपाये यद् अवधिभूतम् औच्यतं भगिनि? ध्रुव अर्थः कः? ध्रुव ध्रुव ध्रुवः इत्युक्ते अत्र यस्मात् अस्थिरम् अपि वक्तुं शक्नुमः, अथवा यस्मात् वियोगः भवति सः ध्रुवं, तस्मिन् क्रिया नास्ति खलु, तादृशवस्तु अस्ति, तादृशवस्तु अस्ति ध्रुवम्. अपि च अपाये नाम यदा वियोगः जायते तदा यद् ध्रुवं भवति तद् अवधिभूतम् इति उच्यते, तस्य अवधिः इति संज्ञा, तस्य अवधिभूतस्य अपादानकारकं भवति वृक्षात् इति पञ्चमी विभक्ति भवति इति व्याकरणसम्बद्धविषयः. तावदेव अस्तु पृच्छतां भगिनि. अत्र यदपाययुक्तम् अपि च यद् अवधिभूतं द्वयोः पदयोः तत्र एकमेव सूच्यते वा इत्युक्ते यदि इत्युक्ते यदि उदाहरणं स्वीकुर्मः तत्र फलं वृक्षात् पतति तर्हि तत्र अवधिभूतं तु वृक्षः यद् अपाययुक्तम् इत्युक्ते अपि वृक्षः एव वा फलं वा वृक्षः वा तत्र इत्युक्ते प्रश्नः अस्ति यद् अपाययुक्तम् इति पदेन किं सूच्यते. न न अत्र अत्र अपायः इत्युक्ते वियोगः इति उक्तं खलु. वियोगः इति अपि एकः गुणः, सः वियोगः कुत्र अस्ति? उभयत्र फले अपि वृक्षे उभयत्र. हा उभयत्र फले वृक्षे उभयत्र अस्ति. अतः यद् अपाययुक्तम् इति उच्यते चेत् वृक्षः वा फलः फलं वा इति भवति. तदर्थं किञ्चित् इतोपि स्पष्टीकरणार्थं यद् अपाययुक्तं यद् ध्रुवम् अपि च यद् अवधिभूतं तत् कारकम् अपादानसंज्ञं भवति इति. तर्हि ध्रुवं यद् अपाययुक्तम् इत्युक्ते तत्र यद् अपाययुक्तम् अस्ति तद् फलं वा वृक्षः वा तयोः यद् अवधिभूतम् अस्ति तत् भगिनि अपादानसंज्ञा वा अविभूतं समानार्थम् अस्ति वृक्ष अपादानसंज्ञा अविभूतम् अपि. अस्तु अवधि इति एका संज्ञा, अस्तु अपादानम् इति एका संज्ञा. अवधिभूतस्य नाम यद्वस्तु ध्रुवं भवति तस्य अवधि इति संज्ञा. अवधि इति संज्ञा इति चेत् अवधिभूतं वस्तु इति. अवधिभूतवस्तुनः अपादानकारकम् अथवा अपादानत्वम् अथवा पञ्चमी विभक्ति इति उच्यते. व्याकरणस्थले अवधि इत्युक्ते ध्रुववस्तु, यस्मात् कश्चन वियोगः भवति कस्यचित् वियोगः भवति तादृश इति ध्रुववस्तु अस्ति. अवधि इति एका संज्ञा, अपादानकारकम् अवधिभूतस्य भवति इति सूत्रं वदति. इत्येव प्रश्नः आसीत् वा? अस्तु तर्हि अग्रे केनचित् न पठितम् अन्य कोऽपि आगतवान् वा मध्ये? अर्चितमहोदय प्रायः गतवान् इति भाति. लक्ष्मी भगिनी पठति वा अग्रे? आं भगिनि. अधुना पृथक्तस्य स्थले अपादानकारकात् इदं भिन्नं, तथापि क्षम्यतां, यत्र अपादानत्वं भवति तत्र काचन क्रिया भवति. एतादृशेषु स्थलेषु विभागः इति पदार्थस्य कश्चन अवधिः भवति, पतनस्य अपि अवधिः भवति. अतः विभागः सा अवधिकः, पतन अपि सा अवधिकम्. अत्र अपादानत्वम् इति किम् अस्ति इति दत्तम्. अपादानत्वम् इति काचन क्रिया अस्ति. यत्र एकनिमिषः, अपादानत्वम् इत्युक्ते क्रिया इति नास्ति. यत्र अपादानत्वं भवति नाम यत्र अपादानकारकम् आरोप्यते तत्र क्रिया भवेत् इति. ओ अस्तु. यतोहि क्रियया एव वियोगः जायते खलु. वृक्षात् फलं पतति इत्युक्ते पतनक्रिया फले अस्ति, पतनक्रिया फले अस्ति, परन्तु वृक्षे तादृशक्रिया नास्ति इति कृत्वा वृक्षस्य अवधिः इति संज्ञा, पुनः अवधिभूतस्य अपादानकारकम् इति उच्यते अत्र. भवत्या यद् पठितं तत्र उच्यते अपादानत्वं यत्र भवति तत्र काचन क्रिया भवेदेव. अपादानस्य अपादानकारकस्य विधानार्थं काचन क्रिया भवेत् तदा एव वक्तुं शक्नुमः अयम् अस्मात् पतितम् इत्यादिकं, तादृशः व्यवहारः भवति इति. उक्तं वा भगिनि? अस्तु अग्रे भगिनि. अपादानस्य इङ्ग्लिश् अर्थं किं भवति? अपादान इत्युक्ते सपरेशन् इति चिन्तयामि. अन्तिमे विभक्ति एतादृशेषु स्थलेषु विभागः इति पदार्थस्य कश्चन अवधिः भवति. विभागः इति पदार्थस्य अपि अवधिः भवति, पतनस्य अपि अवधिः भवति. अतः विभागः स अवधिकं, पतनमपि स अवधिकं. तत् सम्यक् न अवगतं भगिनि. विभागः इति द्विनिष्ठः इति अस्ति खलु, तत्र द्वयोपि वृक्षः अपि पतनं फलम् अपि द्वयोपि अवधिभूतं भवितुम् अर्हति, किन्तु तथा नास्ति. विभागः उभयत्र अस्ति, वृक्षे अपि फले अपि, किन्तु अवधिभूतं वृक्षः एव, यतोहि वृक्षे क्रिया नास्ति. वदतु भगिनि, न उच्यतां, न वदतु भगिनि इति स्पष्टं वा लक्ष्मी भगिनी? विभागः उभयत्र, परन्तु क्रिया फले अस्ति, अस्तु वृक्षे नास्ति. अतः वृक्षस्य अवधि इति संज्ञा. यस्मिन् क्रिया नास्ति वियोगसन्दर्भे अथवा विभागसन्दर्भे, यस्मिन् क्रिया नास्ति तस्य अवधि इति संज्ञा. अपि च एतादृशेषु स्थलेषु विभागः इति पदार्थस्य कश्चन अवधिः भवति, नाम यत्र विभागः इति ज्ञानम् उत्पद्यते, विभागविषयकज्ञानम् अथवा प्रत्ययः यत्र भवति, तर्हि अस्माकं मनसि इदमपि आगच्छेत् यत् तत्र अवधिभूतवस्तु किञ्चन स्यात् इति. अतः एव उक्तम् एतादृशेषु स्थलेषु विभागः इति पदार्थस्य अवधिः भवति एव. यत्र विभागः इति पदं श्रूयते तत्र कश्चन वस्तु स्यात् यस्मिन् यस्य अवधिसंज्ञा अस्ति इति प्रतीयते. तदर्थमेव उक्तं विभागस्य अवधिः. अनन्तरं पतनस्य अपि अवधिः भवति, यतोहि यत्र पतनक्रिया भवति, पतनक्रियया वियोगः भवति. वियोगः भवति चेत् एकस्य वस्तुनः अवश्यम् अवधिसंज्ञा भवति. एकस्मात् अपरं पतति इति उच्यते चेत् एकस्य अवश्यम् अवधिसंज्ञा भवति. अतः अत्र उक्तं पतनस्यापि अवधिः भवति. अस्य अर्थः अयं नास्ति यत् पतनस्य अवधिसंज्ञा अथवा विभागस्य अवधिसंज्ञा इति नास्ति, किन्तु विभागः पतनक्रिया इति एतादृशज्ञानं मनसि उत्पद्यते चेत् विभागविषयकप्रत्ययः अथवा पतनविषयकप्रत्ययः मनसि आयाति चेत् तदा अवधिभूत कश्चन वस्तु स्यात् इति अपि प्रतीयते इति एव उक्तं. तावदेव. तर्हि भगिनी अत्र विभागः इति पदार्थस्य कश्चन अवधिः भवति इति, तत्र अवधिः अस्ति वृक्षः. पतनस्यापि अवधिः भवति, तत्रापि अवधिः वृक्षः एव किल? सत्यं. तदर्थमेव अग्रे अपि उक्तं पतनं सावधिकम् अपि च विभागः अपि सावधिकः इति. अस्तु भगिनि. विभागः वियोगः इति ज्ञानं यदा उत्पद्यते तर्हि कश्चन वस्तु स्यात् यद् अवधिभूतम् अस्ति इति अपि ज्ञानम् उत्पद्यते इति कृत्वा सावधिकम् इति उपयुक्तम् अत्र. अस्तु तर्हि यत् अवधिः भवति, यत् पतनस्य अपि अवधिः भवति, विभागस्य अपि अवधिः भवति, स अवधिकः इति तस्य तत् पदार्थं न अवगतं. सा अवधिकः पतनमपि सा अवधिकः, तत्तु केवलं समासः इति चिन्तयामि. विभागः सा अवधिकः नाम अवधिना सह इति खलु. सावित्री भगिनी किम् उक्तवती? आम्, तदेव अहमपि चिन्तितवती. विभागः सावधिकः इति विशेषणमस्ति, विभागस्य विशेषणं सावधिकः, अपि च तत्तु समस्तपदम्. अवधिना सह इति प्रायः सावधिकः नाम यत्र यत्र विभागः अस्ति तत्र तत्र अवधिसंज्ञक कश्चन वस्तु भवति अपि च यत्र यत्र पतनम् इति क्रिया भवति तत्र तत्र अवधिसंज्ञक कश्चन वस्तु भवति इति कृत्वा सावधिकः सावधिकम् इति प्रयुक्तम् अत्र इति स्पष्टं स्यात् अस्तु अग्रे सन्ध्या भगिनी पठति वा आं भगिनि अधुना पृथक्त्वस्य स्थले अपादानकारकात् इदं भिन्नं तथापि इदं पृथक्त्वं सावधिकम् अपादानं तु परिष्कृतमस्ति अतिव्याप्तम् अव्याप्तं मा भूत् इति परिष्कारः क्रियाजन्यविभागः क्रियारहितविभागः एतादृशासु परिस्थितिषु उभयत्र अपादानत्वं भवत्येव परन्तु यत्र पृथक्त्वबुद्धिर्जायते कुत्रापि क्रियादिकं न भवति तथापि पृथक्त्वबुद्धिर्जायते अत्र घटः अस्ति तत्र कपालः कुत्रापि क्रिया नास्ति न कोऽपि विभक्तः तथापि अयमस्मात् पृथक् इति बुद्धिः जायते भिन्नदेशस्तः इत्यस्मात् विभागः यः वर्तते तस्य कश्चन अवधिर्भवति पतनस्यापि अवधिर्भवति पृथक्त्वस्यापि अवधिर्भवति तर्हि अत्र किञ्चित् पृथक्त्वस्य विषये उक्तमस्ति पृथक्त्वं यत्र अस्ति तत्र किञ्चित् अपादानकारकम् अस्ति तस्मात् पृथक्त्वं भिन्नम् अस्ति तथापि पृथक्त्वम् अपि सावधिकम् अस्ति इत्युक्ते पृथक् त्वं यद् अस्ति तस्यापि अवधिः भवति अपादानं तु परिष्कृतमस्ति अतिव्याप्तम् अव्याप्तं मा भूत् इति परिष्कारः तस्य विषये प्रायः किञ्चित् वक्तव्यं भवेत् तस्य तस्य अर्थः अयं यत् अपादानस्य कृते एकं सूत्रमासीत् खलु ध्रुवम् अपाये अपादानम् इति तत्र स्पष्टतया उक्तम् अपादानकारकं कुत्र भवति इति तत्र तेन अतिव्याप्तिदोषः वा अव्याप्तिदोषः वा न सम्भवति तत्र परिष्कारः जातः किन्तु तत्र तत्र उक्तं यत् प्रथमतया अवधिः इति संज्ञा दत्ता यस्मिन् क्रिया नास्ति सः अवधिः इति संज्ञा दत्ता पुनः अवधिभूतस्य अपादानकारकम् इति सूत्रेण उक्तं तत्र सर्वं स्पष्टमस्ति परन्तु पृथक्त्वस्थले स्थितिः काचित् भिन्ना अस्ति यतोहि पृथक्त्वस्थले क्रिया नास्ति खलु ततः गतात् पृथक् इति वदनेन न कोऽपि अपरस्मात् पतति अथवा तथा किमपि नास्ति क्रिया तर्हि अत्र स्पष्टता तावती स्पष्टता नास्ति इति पृथक्त्वस्थले अवश्यमस्ति अवधिसंज्ञकः पदार्थः अवश्यमस्ति पृथक्त्वस्थले अपि यथा अपादानस्थले आसीत् परन्तु अपादानस्थले परिष्कारः जातः अवधिभूते अवधिभूतवस्तुनः क्रिया नास्ति इति उक्त्वा तस्मात् अपादानकारकम् आगतं पृथक्त्वस्थले किं भवति पृथक्त्वस्थले पृथक्त्वमपि सावधिकं यतोहि पृथक्त्वम् इति यथा प्रत्ययः अथवा ज्ञानं भवति तर्हि कश्चन अवधिभूतपदार्थः भवति इति ज्ञानं भवति अतः पृथक्त्वं सावधिकमेव किन्तु पृथक्त्वस्थले अवधिसंज्ञा कस्य भवति अथवा कस्मिन् आरोपणं भवति इति द्रष्टव्यमस्ति अग्रे सन्ध्या भगिनी तर्हि अग्रे एतावता स्पष्टं वा आम् तर्हि क्रियाजन्यविभागः क्रियारहितविभागः एतादृशासु परिस्थितिषु उभयत्र अपादानत्वं भवत्येव तर्हि तदेव यद् उक्तं पूर्वमपि तत्र अपादानत्वं कुत्र कुत्र भवति तत्र क्रिया अस्ति चेत् अपि भवति क्रिया नास्ति चेदपि तत्र भवति विभागः तत्र द्वयोः स्थलयोः अपि भवति परन्तु यत्र पृथक्त्वबुद्धिर्जायते कुत्रापि क्रियादिकं न भवति हा परन्तु यत्र पृथक्त्वम् इति वदामः तत्र यद्यपि क्रिया कापि नास्ति तथापि तत्र पृथक्त्वम् अस्ति एव पृथक्त्वम् इति बोधनार्थं तत्र क्रियायाः आवश्यकता नास्ति. अत्र घटः अस्ति, तत्र कपालः इति यदा वदामः तत्र कापि क्रिया नास्ति, तत्र कोऽपि विभक्तः नास्ति, तत्र कस्यापि विभजनं न भवति. तथापि अयम् अस्मात् पृथक् इत्युक्ते घटः कपालात् पृथक् वा कपालः घटात् पृथक् इति बुद्धिः भवति एव, इति बोधः भवति एव, यतोहि तत्र भिन्न देश वृत्तित्वमस्ति, भिन्नदेशे वस्तुद्वयमपि अस्ति इति. विभागः यः वर्तते तत्र तस्य कश्चन अवधिः भवति. तर्हि अत्र विभागः अस्ति इति वदामः तर्हि तत्र अवधिः भवति. पतनम् अस्ति इति वदामश्चेदपि अवधिः भवति. पृथक्त्वम् इति वदामश्चेदपि अवधिः भवति. परन्तु भेदः अस्ति अत्र, पृथक्त्वम् इति पृथक्त्वस्य अवधिः अस्ति इति वदने तत्र सर्वदा क्रिया अस्ति इत्येव नास्ति. अत्र यदुक्तं पतनस्य अवधिः भवति, विभागस्य अवधिः भवति, तत्तु पूर्वस्मिन् उदाहरणस्य विषयः. यत्र क्रिया आसीत्, यत्र क्रियारहितवस्तु अवधिः आसीत् तस्य विषयः. पृथक्त्वस्य विषये अवधिः तु अस्ति, परन्तु अवधिः कः इति वक्तव्यं भवति. यतोहि क्रिया नास्ति तर्हि अवधिसंज्ञा कस्मिन् आरोपयामः इति चिन्तनीयं भवति इति वार्ता अस्ति. परन्तु पृथक्त्वस्यापि अवधिः भवति. अयम् अस्मात् पृथक् इति अपि आकारः अस्ति पृथक्त्वरूपज्ञानस्य. तेन भिन्नदेशे सः द्वौ पदार्थौ इति ज्ञायते, अपि च एकस्य अवधिसंज्ञा अपि भवति इति अपि ज्ञायते. किन्तु अवधिः कः इति अग्रे द्रष्टव्यं भवति. अस्तु, जयन्ती भगिनी अग्रे पठति वा? आं भगिनि, अपादानत्वं पृथक्त्वम् अनयोः अर्थः समानौ वा? अपादानत्वम् इत्युक्ते सेपरेशन् खलु. अब्लेटिव् केस् इति वदन्ति. पृथक्त्वम् अपि एतत् तस्मात् पृथक् इति, तर्हि अपादानत्वं क्रियां निर्दिशति खलु. अपादानत्वं क्रियया जायते, अपादानत्वस्य कृते क्रिया अपेक्षिता. अस्तु भगिनि, यदि पतनक्रिया तादृशक्रिया भवति तदा अपादानत्वम् इति जायते, परन्तु पृथक्त्वस्य कृते क्रिया न अपेक्षिता. अस्तु भगिनि, तर्हि इदं पृथक्त्वं तद् यदा घटात् पृथक् इति वदामः तदा घटावधिकम् इति उच्यते. कपाले यत् पृथक्त्वं तत् घटावधिकं पृथक्त्वं, तत्र क्रिया न उत्पन्ना, विभागः न उत्पन्नः. कपालः घटात् पृथक् इति प्रत्ययः. अत्र च वाक्यं न अपेक्षितं, स्थितिः अपेक्षिता. कदा अयं प्रत्ययः भवति? भिन्नदेशस्तत्वे एव भवति. तर्हि इदं पृथक्त्वं तद् यदा घटात् पृथक् इति वदामः तदा घटावधिकम् इति उच्यते. पृथक्त्वम् इति विषये पृथक्त्वस्य विषये अवधिः कः इति निर्णेतव्यं भवति. तदर्थम् अत्र किम् उक्तम्? घटात् पृथक् किमपि घटात् पृथक् इति वदामश्चेत् घटः एव अवधिः इति. कपाले यत् पृथक्त्वं तत् घटावधिकं पृथक्त्वम्. हा, पृथक्त्वम् इति गुणः यदा उच्यते कपालः घटात् पृथक् इति वदामश्चेत् कपाले पृथक्त्वं, तर्हि घटे अवधिकत्वं वा इति तत् घटावधिकं पृथक्त्वम् अवश्यम् अवश्यं सत्यं भगिनि भवत्या यदुक्तं तत् सत्यमेव कपाले पृथक्त्वम् अस्ति कीदृशं पृथक्त्वं घटावधिकं पृथक्त्वम् इति उच्यते घटावधिकम् इति पदेन किं ज्ञायते अवधिसंज्ञा घटे आरोपितम् आरोपिता इति तत्र क्रिया न उत्पन्ना विभागः न उत्पन्ना आम् अवधिकम् अवधिकसंज्ञा यत् अस्ति यत् अस्ति तत् क्रियां न निर्दिशति कापि क्रियां न निर्दिशति केवलं पृथक्त्वम् इति विषये प्रयोगः जातः अत्रापि अत्रापि अवधिसंज्ञा अस्ति कस्यचित् कस्य घटस्य किन्तु सा अवधिसंज्ञा क्रियया न निर्णेता इति वृक्षात् फलं पतति इत्यनेन वृक्षे क्रिया नास्ति इति कृत्वा वृक्षे अवधिसंज्ञा आरोपिता खलु परन्तु अत्र तथा नास्ति क्रियया किमपि निर्णयं न जातम् इत्युक्ते अपादानस्ति परन्तु अवधिसंज्ञा हा हा उच्यताम् अपादानगत अवधिकसंज्ञा नास्ति तादृशं खलु किमपि अपादानम् अधिकृत्य अवधिकसंज्ञा नास्ति पृथक्त्वविषये क्रियामधिकृत्य अवधिसंज्ञा नास्ति परन्तु भवत्या यद् उक्तम् अपादानकारकम् अधिकृत्य अस्ति न वा इति प्रश्नः प्रायः अग्रिमसप्ताहे भवति इति चिन्तयामि अस्तु कपालः घटात् किं भगिनि इति अहं चिन्तयामि यतोहि अत्र अवधिसंज्ञा कस्य भवति इति केन आधारेण अवधिसंज्ञा भवति इति अत्र अस्मिन् परिच्छेदे न उक्तं केवलम् इदम् उक्तं यत् घटात् पृथक् इत्यस्य व्यवहारेण घटादिकं पृथक्त्वम् इति प्रतीयते तावदेव भगिनि पूर्वं वक्तमस्ति कपाल आश्रय शब्दम् अस्ति घटात् अवधि शब्दम् अस्ति प्राचीना वदन्ति पञ्चमे विभक्ति पृथक्त्वं मन्ये अस्ति पुनः उच्यतां भगिनि एकवारं पूर्वं वयं पठितवन्तः यदा घट्टः पटात् पृथक् प्राचीना पञ्चमी विभक्ति उपयुज्य पृथक्त्वं वदति पटात् अवधिशब्दः अस्ति घट आश्रयशब्दः अस्ति इदानीम् अवगच्छामि तर्हि अवधिभूतस्य पञ्चमी अपि च अधिकरणस्य तर्हि तेन आधारेण अवधिभूतम् अस्ति घटः अत्र इति वक्तुं शक्नुमः किन्तु अत्र कापि क्रिया नास्ति सा अवधिसंज्ञा क्रियया न आरोपिता यथा पतनक्रिया आसीत् तत्र क्रियायाः आधारेण यस्मिन् क्रिया नास्ति सः अवधिः इति निर्णयः स्वीकृतः किन्तु अत्र तथा नास्ति क्रिया एव नास्ति इति विषयः पृथक्तस्थले क्रिया नास्ति चेत् विभागः इत्यादिकमपि नास्ति भगिनी परिष्कृतं परिष्कार तस्य अर्थं किम् अस्ति अहं न अवगच्छामि स्पष्टीकृतः धन्यवादः कपालः घटात् पृथक् इति प्रत्ययः अत्र च वाक्यं न अपेक्षितम् स्थितिः अपेक्षिता अत्र च वाक्यं न अपेक्षितं, न अवगतं भगिनि. कोऽपि जानाति वा, अहं शनिवासरस्य वर्गे न आसम्, ध्वनिमुद्रणं श्रुतवती, अस्य विषये न चर्चा, न कापि चर्चा जाता. न चर्चा जाता, न किमपि न. अहं पठितवती, किञ्चित् उक्तवती, तत् समीचीनं वा न वा इति न जानामि, परन्तु अग्रिमशनिवासरे प्रायः भविष्यति. अत्र उक्तं वाक्यं न अपेक्षितं, स्थितिः अपेक्षिता, तर्हि किं वाक्यं न अपेक्षितम् इति मम मनसि अस्ति प्रश्नः अस्ति. अहं चिन्तयामि तत्र अत्र च क्रिया न अपेक्षितं, स्थितिः अपेक्षिता इत्युक्ते कया क्रियया कपालः घटात् पृथक् इति स्थितिः अभवत्. भेदं भेदम् अहं न जानामि. स्थितिः अपेक्षिता इत्युक्ते भिन्न आकाशदेशे स्याताम् इति स्थितिः अपेक्षिता इति चिन्तयामि. तदा एव एतद्वाक्यम् अर्थपूर्णं भवति खलु, घटात् कपालः पृथक्, भिन्नदेशे उभयोः विद्यमानत्वं स्यात् इति स्थितिः अपेक्षिता इति अस्ति, किन्तु वाक्यं न अपेक्षितं, किं वाक्यं न अपेक्षितम् इति मयापि न ज्ञायते. कदा अयं प्रत्ययः भवति, भिन्नदेशस्तत्वे एव भवति. आम्, पृथक्त्वस्य आवश्यकता भवति भिन्नदेशत्वं, यत्र भिन्नदेशे ये भिन्नदेशे वर्ततः तत्रैव पृथक्त्वं भवति इति. तादृशी स्थितिः अपेक्षिता, भिन्नदेशस्थत्वे सति पृथक्त्वं सम्भवति. किन्तु अवधेयं यत् पृथक्त्वस्थले अवधिभूतन कश्चन पदार्थः भवति एव, किन्तु तस्य अवधि संज्ञायाः कारणं क्रिया इति नास्ति, विभागः इति नास्ति. केवलं पञ्चमी विभक्ति विभक्त्यन्तपदं यदस्ति तस्य अवधिसंज्ञा इति स्वीक्रियते अत्र. परन्तु व्याकरणक्षेत्रे क्षम्यता, न तावदेव वक्तुं इच्छामि. पृथक्त्वस्थले क्रिया नास्ति, परन्तु अवधिसंज्ञा भवति पञ्चमी विभक्त्यन्तपदस्य. व्याकरणक्षेत्रे क्रिया अपेक्षिता, क्रियया अपादानं जायते तदा यस्मिन् क्रिया नास्ति तस्य अवधिसंज्ञा, पुनः सूत्रेण अवधिसंज्ञभूतस्य अपादानकारकम् इति उच्यते. अत्र स्थितिः नितरां भिन्ना अस्ति, क्रिया एव नास्ति, विभागः अपि नास्ति इति. तावदेव सारांशत्वेन उक्तवती. सावित्री भगिनी किं किमपि नास्ति. अहं चिन्तितवती अवधिकत्वं द्वयोः वस्तुनोः भवति इति प्रायः, परन्तु न, घटात् यत्र पञ्चमी विभक्ति अस्ति तत्र एव अवधिकत्वं भवति इति मन्ये. पृथक् कपालः घटात् पृथक् इति वदामश्चेत् पृथक् इति कपालस्य विशेषणं, तर्हि पृथक्त्वम् इति कपाले अस्ति. स च पृथक्त्वं कीदृशम् इत्युक्ते घटावधिकम् इति उक्तम् अत्र. घटावधिकम् इत्युक्ते घटस्य अवधिसंज्ञा अस्ति इति. धन्यवादः. प्रश्नः, धन्यवादः भगिनी, बहु किमपि उक्तं भवत्या, नो चेत् अवगमनं नास्ति एव. न, क्षमामपि याचे, कश्चन इण्टर्नेट् माध्यमेन क्लेशः अपि जातः. बहु धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्ते. धन्यवादः. धन्यवादः.